चेतत्र गौ शब्दस्य पदस्य व्याख्यानं चलति। अनेके अर्थाः तत्र प्रदर्श्यन्ते गौ शब्दस्य। तत्र एकः रश्मिरपि अर्थो भवति। गच्छति इत्यनेनैव अर्थसादृश्येन, यतोहि ते अपि गच्छन्त्येव, सर्वथापि गमनशीलाः सन्ति। तेषामेव कृते अग्रिमे निगमे अयासः इति पदमागच्छति। अयासः इति गमनशीलाः इति। अस्तु, पुरातने अस्ति किञ्चित् विचारणीयम्। किमस्ति? गता इति वा, दूरं गता इति वा, अन्यच्च कः विवेकः क्रियते? तत्र गतिः प्राधान्येन लक्ष्यते, यतोहि अत्र वयं पश्यामः अतीव दूरपर्यन्तं गता इव दृश्यते, नैव स्याः अन्तं दृश्यते क्वचित्। अत्र स्थित्वा यदि यदा पश्यामः चेत् यतोहि गता अस्ति, दूरमिति तु विशेषणत्वेन प्रयुज्यते, अवधित्वेन वा, यतोहि असौ गता भवति दूरम्, अतः गौः इति उच्यते। एतत्तु प्रस्ताद् विचारितं न, यदा कौत्सेन पक्षः स्वकीयः उपस्थापितः, कश्चित् शब्दः क्वचित् प्रवर्तते क्वचिच्च न प्रवर्तते इति यास्केन तत्र समाहितमासीत्। एष एव तु प्रश्नः कौत्सेन कृतः आसीत् तत्र। गार्ग्यस्य अनर्थका हि मन्त्राः इत्यस्य प्रसङ्गे आसीत् न? तत्र तत्र तत्र आसीत्। अत्र तु निरुक्तप्रयोजनेषु आसीत् कौत्सप्रसङ्गस्तु। गार्ग्येण उक्तमासीत्, तस्य समाधानं तेन दत्तं यास्केन, तदेव अत्रापि भविष्यति। ताद्धितेन व्यवहारेण एवं स्यात्, यतोहि तत्र ताद्धितेन इति पुंसि निर्देशः क्रियते, तद्धिते भवः ताद्धितः चेत् ताद्धितेन व्यवहारेण। अत्र गोशब्दे यदा गोशब्दः पशौ वर्तते तदा कृत्स्नवत् अर्थात् अतद्धितान्ते सत्यपि तद्धितान्तवत् निगमाः दृश्यन्ते, प्रयोगाः दृश्यन्ते वेदेषु। निगमा भवन्ति। एतत् संपूर्ण संपूर्ण आधितेन व्यवहारेण अस्मिन् गो शब्दे विशुद्धे गो शब्दे कृत्स्नवत् संपूर्णवत् तादितेन संपूर्णता का स्यात्? तादितेन व्यवहारेण संपूर्णता का स्यात्? यदा तद्धितान्तः असौ भवेत्, तद्धितान्तस्तु नास्ति, एष एव अतिदेशः। नि तथा उच्यते, कः भेदः भवति? अताधितेन गोशब्देन कृत्स्नवत् इति तद्धितवत्, तदेव तु उच्यते। ताधितेन व्यवहारेण कृत्स्नवत् तद्धितान्तवत् अनिगमः भवन्ति अस्य। अतद्धितान्तेन अनेन गोशब्देन ताद्धितः इति एका प्रयोगविधा वर्तते, व्यवहारविधा वर्तते। तया विधया अत्र गोशब्दे कृत्स्नवत् यथा तत्र तस्यां विधायां व्यवहारः क्रियते तथा अस्मिन् तेन व्यवहारेण अस्मिन् विशुद्धे गोशब्दे कृत्स्नवत् तदितान्तवत् प्रयोगः भवति इति क्रियते मन्ये। सामान्यतया अन्येषु यतोहि अत्र प्रसङ्गः तादृशः लब्धः मन्ये स्यात्। अन्यत्र मन्ये साक्षात् अर्थे स्यात्, अत्र विकारत्वेन अपि वर्तते। एवं तु वक्तुं न शक्यते। एषः व्यवहारस्तु लोकेऽपि दृश्यते एव, यथा तद्धितस्य लुगुच्यते, अन्यत्र क्वचित् सुपो लुगुच्यते सुपां सुलुग् इति चेत् तत्रापि तु कृत्स्नवत् एव तद्धितस्य लोक् सुपो लुक् अन्ये प्रत्यय अथवा तत्र व्यवहारः दीयते किन्नाम अग्निर्माणवकः अयमपि तु तथैव वर्तते। व्याख्यानम् भिन्नं भवेत्, किमुच्यते रूपकम्, रूपकम् उच्यते न, स्नावन् शब्दः वर्तते, स्नायु इति उच्यते। कफेऽपि आगच्छति, अन्यच्च अत्र सरेश् चर्बी येन तत्र सूत्रादौ दार्ढ्यम् आगच्छति, परिपक्वता आगच्छति, तस्य कृते वर्तते। यदि गव्या, यदि गोः स्नावना निर्मितासौ वर्तते चेत् तु गौ शब्दः ताद्धितेन कृत्स्नवन् निगमा भवन्ति इति आश्रित्य तत्र वर्तते गौशब्दः तादितेन व्यवहारेण। यदि च गव्या न वर्तते अन्येन केनचित् सूत्रेण तत्र निर्मीयते चेत् गमयति इषून् इति गव्या इति उच्यते। हा गौ उच्यते। भावः भावः अत्र दीयते पुरुषादः पुरुषादः पुरुषादः पुरुषादः इति जसर्थे सु स्यात् मन्ये अत्र यतो हि वयः इत्यस्य विशेषणं स्यात् न वय इति बहुवचनान्ते वर्तते बहुवचने प्रपतानित्यपि बहुवचने चेत् पुरुषान् अत्ति इति पुरुषादः पुरुषात् तत्र न स्यात् तत्र क्युप् क्युपि ते पुरुषादः तथा भविष्यति पुरुषान् चेत् तत्र भावः दीयते पुरुषान् अधुनाय इति भावः दीयते तेषां गमनलक्ष्यं वर्तते पुरुषाणाम् अदनम् भावः अत्र दीयते अदनैव उच्यन्ते किमस्ति नै एकः पक्षः तत्र एवमपि तु स्थापितः न यत् यत्किञ्चित् तत् कर्म कुर्यात् तथा स अभिधीयेत इत्यपि तु पक्षः आसीत् एकः जो कोई उस क्रिया को करेगा उस क्रिया के कारण से उस सत्व का नाम वैसा होना चाहिए ये भी तो पूर्व पक्ष था एक अयम भी तो पूर्व पक्ष आसीत यह कश्चित यत्किंचित त्रिंद्या त्रिणम तद्वाच्यम योपि अध्वानम अश्नुवीत अश्वपदवाच्य पशुपदवाच्य सस्यात् हाँ अयम पक्ष आसीत न तत्र तस्मिन् प्रसंगे विचार्य इन्द्रियाण्यपि विषयेषु गच्छन्ति उत्वा विषयान् प्राप्नुवन्ति विषयान् प्राप्नुवन्ति विषयेषु गच्छन्ति इति उभयथापि वक्तुं शक्यते विषयान् प्राप्नुवन्ति विषयान् गच्छन्ति विषयान् प्राप्नुवन्ति इति इन्द्रियः गोशब्देन उच्येत गोचरशब्देन किमुच्यते गोचर गोचरशब्देन किमुच्यते गोचर इति कः तत्र निपात्यते न गोचरशब्दः गोचरसञ्चर इत्यादौ हा तत्र करणे वा अधिकरणे वा कर्तरि न वर्तते करणे वा अधिकरणे वा स्यात् चेत् अधिकरणे वर्तते एषः शब्दः गावः चरन्ति यस्मिन् सः गोचरः एका आरती गीयते सर्वैरपि तुम हो एक अगोचर सबके प्राणपति अत्र अगोचर शब्देन किम् उच्यते अगोचर शब्देन किम् उच्यते अत्र इन्द्रियातीतः इन्द्रियातीतः अग्रे च स्थापयित्वा वदन्ति एषा आश्चर्यमेव व्यवहारः दृश्यते न इन्द्रियाणां विषयं तत्र कृत्य पुनरपि उच्यते तुम हो एक अगोचर उपहासास्पदः विषयः गोचर इति इन्द्रियविषयः गावः इन्द्रियाणि चरन्ति यस्मिन् चेत् गोचर शब्देन इन्द्रियविषयः उच्यते अन्यच्च तत्रापि उच्यते यत्र गावः चरन्ति चरागाः भूमि इति उच्यते अद्यत्वे तत्रापि गोचरभूमि इत्यपि वा तत्रापि गोचरशब्दः वर्तते गोचर इति विषयः इन्द्रियाणां विषयः गन्धर्वस्तु तत्र यस्तां धरति स गन्धर्व गां धरति गामिति तत्र रश्मिं गोशब्दः रश्मि कृते वर्तते अत्र चेत् स गन्धर्व सूर्यस्य रश्मिं धरति हेकुरयो नाम अनेनापि तथैव व्याख्यायते दुर्गेण सुषुम्नः सुष्ठु सुख इत्यर्थः सर्वभूतानि नित्यमसौ ह्लादयति चन्द्रः कोसाविति सूर्यरश्मिः सूर्या निःसृत्य चन्द्रमसं प्रति गतः दुर्गे उच्यते चन्द्रमा गन्धर्वः सति सुषुम्नगमने गोशब्दवाच्य यतो हि तत्रापि गतिर्वर्तते अतः तत्रापि गोशब्दः तस्य गोमतः चन्द्रो धारयिता गन्धर्वः तस्य सुषुम्नः गोमतः धारयिता चन्द्रो वर्तते अतः गन्धर्वः स उच्यते स हि तस्य प्रतिष्ठा तस्य चन्द्रस्य स एव प्रतिष्ठा स न इदं सोऽस्माकम् इदं ब्रह्म क्षत्रं च पातु रक्षतु वाटचि रक्षतु किञ्च तस्मै सुषुम्नाय सूर्यरश्मये स्वाहा शोभनमिदम् आभिमुख्येन आह अविराज्यलक्षणमस्तु स चेदं वाट्वेतु पिबतु इत्यर्थः अस्ति अत्र चेत् भविष्यति पृथक् यः कश्चिदपि तां धरति स सर्वोऽपि गन्धर्ववाच्यो भविष्यति कस्मिन् प्रसङ्गे कः कं धरति इति तत्र विचार्यं भवति अत्र यतो हि चन्द्रः धरति अतः गन्धर्वः स एव उच्येत यत्र नावबुध्यते तत्र प्रष्टव्यम् ततः यत्र नावबुध्यते तत्र प्रष्टव्यम् कश्चित् शब्दो नावबुद्धः कश्चित् भावो नावबुद्धः किमिति संस्कृतस्य मन्ये सर्वेषाम् अभ्यासो न वर्तते वा अथवा शब्दाः न तत्र बुध्यन्ते अस्तु यत्र स्पष्टता न भवति तत्र प्रष्टव्यं तत्र किमस्ति अस्तु, गोशब्दः तत्र रश्मिपदवाच्यः रश्म्यर्थे वर्तते इति तत्र उदाहरणं दीयते, सर्वेऽपि रश्मयो गाव उच्यन्ते इति उक्तमासीत्। तावां वास्तून्युष्मसि गमध्ये यत्र गावो भूरिशृङ्गा आयास, अत्राः तद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि। वास्तुशिल्पं, वेदेषु वास्तुविद्या वर्तते, कथं नाम गृहम् अस्मदीयं स्यात् चेत् तत्र उच्यते तानि, शेषछन्दसि बहुलं, तानि वास्तूनि, वास्तूनि इति गृहाणि, वसन्ति यत्र। वाम वामिति युवाभ्याम्, यजमानदम्पतिभ्याम्। उष्मसि कामयामहे, वशकान्तौ उत्वा कामये, उष्मसि उष्मसि कामयामहे, इदन्तोमसि। गमध्यै गन्तुम्, गमधि शब्दो न वर्तते अपि तु अत्र ध्यै इत्येव वर्तते, अध्यै प्रत्ययः तत्र, अध्यै अध्ययन इत्यादि तुमर्थे इति उच्यते तत्र, गमनाय गन्तुम्। अत्र अध्ययन भविष्यति आदिदात्तो वर्तते चेत् गन्तुम्, क्व गन्तुम्, यत्र यस्मिन् गृहे गावः रश्मयः भूरिशृङ्गाः अतीव दीप्तिमन्तः प्रकाशवन्तः अयासः गमनशीलाः, भूरिदीप्ताः अतिदीप्तिमन्तः अतिप्रकाशवन्तः, अर्थात् युष्माकं गृहम् उत्वा अस्माकं गृहं तादृशं स्यात् यत्र सूर्यकिरणानां गमनागमनं च अथ च आगमनम् उभयमपि गमनागमनं सरलतया स्यात्, तेषां कृते मार्गः तत्र स्यात्। अद्यत्वे किमुच्यते, शब्दः अद्यत्वे प्रयुज्यते भवननिर्माणे, कीदृशं भवनं स्यात् अस्माकं, वायु का आगमन आवागमन ठीक होना चाहिए, क्रॉस वेंटिलेशन, क्रॉस वेंटिलेशन इति शब्द प्रयुज्यते ना, गमनागमनम क्रॉस तत्र, अर्थात इतः यदागच्छति चेत् तत्र निर्गच्छेत्, ततः यदागच्छति इतः निर्गच्छेत्, तथा स्यात्। तत्र गौ शब्दः रश्मीनां कृते वर्तते, अत्राः उरुगायस्य उरुगमनस्य वृष्णः यः अतीव गतिशीलः वर्तते सः वृषा इति उच्यते अत्र, परमं पदं, परमं पदं यत् अवभाति भूरि, अन्यान् अन्ये ये प्रकाशवन्तः सन्ति तान् अवनमय्य भूरि भाति, अत्यन्तं प्रकाशते सः आदित्यः वृषा, तेनैव वृष्टिर्भवति इति। तानि वाम वास्तूनि, वामिति चतुर्थी द्विवचने भविष्यति, युष्मभ्यं युवाभ्यां, कुत्र अस्ति, तेनैव क्रमेण वर्तते अन्वयः कुत्र वर्तते, तेनैव क्रमेण वर्तन्ते पदानि, तानि वाम तानि वास्तूनि वाम युवाभ्याम युवयोः कृते वास्तूनि कामयामहे, उष्मसि इति कामयामहे, इच्छामः। गमनाय यत्र युष्माकं गतिः स्यात् तथा, यत्र यस्मिन् गृहे गावः सूर्यरश्मयः भूरिशृङ्गाः भूरिदीप्तयः अत्यन्तदीप्तिमन्तः बहुशृङ्गाः, भूरिशृङ्गाः भूरिशब्दस्य बहु इति पदार्थः दीयते, किमर्थमिति भूरिति बहुनो नामधेयम्। भूरि शब्दः बहुत अर्थे आगच्छति। कथं भूरि शब्दः बहुनः अर्थे आगच्छति चेत् प्रभवति इति सतः, येऽपि अन्ये सन्ति तान् सर्वानपि प्रभवति, सर्वेष्वपि अत्यन्तं समर्थो भवति, अतः भूरि शब्दः वर्तते। सर्वस्मिन्नपि कार्ये समर्थो भवति, अतः भूरिशृङ्ग। शृङ्गं, शृङ्गशब्दः आगतः, शृङ्गं शयतेर्व, शिरसि आशयः गृह्यते तेन, अतः शृङ्गं तदुच्यते। सिंह, सिर पर आश्रय लिए हुए हैं इसलिए वो सिंह कहलाते हैं। शयतेर्वा, शिणातेर्वा, ये शिंगिणः पशवः सन्ति तेषां तदेव शस्त्रं भवति, शृङ्गमेव शस्त्रं भवति, ताभ्यामेव हिरस्त्यसौ, अतः शिणातेर्वा हिंसायां। शमनातेर्वा, अयमपि हिंसार्थ एव गृहीतः, अन्यस्य शमनं करोति अतः। शरणाय, शरणाय हिंसनाय उद्गतम्, उपरि निश्रितं वर्तते, अतः अपि श्रृङ्गं, श्री शरणाय गम् उद्गतम् निश्रितम् इति वा। शिरसो निर्गतम् इति वा, शिरसः बहिर्निर्गतमिव दृश्यते, अतोऽपि शृङ्गम् चेदत्र शृङ्गशब्दस्यैव पञ्चनिर्वचनानि प्रदत्तानि अर्थं दृष्ट्वा। भूरिशृङ्गा पशवः, अत्र भूरिशृङ्गा किन्नाम गावः वर्तन्ते, गाव इति सूर्यरश्मयः वर्तन्ते। अत्रापि वस्तुतः तदेव कर्म वर्तते, प्रसङ्गः भिन्नः स्यात्। यदि हि भूरिशृङ्गाः गावः न भविष्यन्ति चेत् यदर्थं ते रश्मयः सन्ति तत् कार्यं न स्यात्। रोगानां शमनं, रोगकीटाणूनां हिंसनम्, अन्य च तमसः अपनयनम् इत्यादिकं सर्वमपि कार्यं तैः क्रियते। रसादानं, रसस्य आदानमपि तैः क्रियते। अत एव हरि, हरिशब्देनापि ते उच्यन्ते, हरणशीलाः ते भवन्ति। वर्षे हि आयुर्वेदज्ञैः द्विविधः कालः तत्र विभक्तः वर्तते, एकः विसर्गकालः, अपरश्च आदानकालः। आदानकालः स भवति यत्र रश्मयः रसम् आददते ओषधिभ्यः, स उच्यते उत्तरायणकालः। उत्तरायणकाले हि ओषधिषु रसः अल्पः भवति। निसर्गकालः अथवा विसर्गकालः स भवति दक्षिणायनकालः, यत्र रसः तत्र भूरिमात्रायां भवति ओषधिषु, अतः दक्षिणायनकाले एव ते ओषधयः गृहीतव्याः भवन्ति। किमस्ति, दक्षिणायनकाले रसबाहुल्यं तत्र भवति ओषधिषु। स आप्यायनकालः वर्तते, दक्षिणायनकालः आप्यायनकालः। तत्र अध्येतव्यमस्ति कानि शृङ्गाणि इति, यतोहि साक्षात् तु रश्मयोऽपि न दृश्यन्ते, एवं रश्मयः सन्ति, अन्यच्च कार्यम् एतत् जायते, रोगशान्तिः अथवा रोगकीटाणूनां हिंसा इत्यादिकं कार्यं जायते। तत् कार्यं दृष्ट्वैव तत्र सा शक्तिर्वर्तते इति चिन्तनं क्रियते अस्माभिः, तदेव शृङ्गत्वं तद्गतं वर्तते इति उच्येत। न हिंसनं कस्य हिंसनम् एतत् द्रष्टव्यमस्ति न केषां रश्मीणां हिंसनम् मन्ये रोगकीटाणां वा स्युः उत वा तमः स्यात् तमसा हिंसनं भवति तेषु आगतेषु ये हिंस्याः भवन्ति तेषां दृष्ट्या शिरसो निर्गतमिति वा अग्रे उच्यते पदम् अयासः अयास इति अयनाः न तिष्ठन्ति क्षणमपि सर्वथापि ते अयनाः भवन्ति गतिशीलाः भवन्ति गच्छन्ति एव गमनागमनं कुर्वन्ति एव सर्वथापि रश्मीणां मध्येऽपि द्वैविध्यं स्यात् द्वैविध्यं स्यात् उत्वा प्रत्यावर्तनं स्वीक्रियेत गच्छन्ति ततश्च यदपि आदातुं तत्र वर्तते तदादाय प्रत्यागच्छन्ति न यदपि गच्छति तत् कथं गच्छति उपरि गच्छति पृथिव्याः तत्र गमने कः हेतुः स्यात् वायुः तस्य वाहनं भवति अग्निना तत्र किं क्रियते तस्य सूक्ष्मीकरणम् वर्धनेन तद् वस्तु उपरि गच्छति लघु भवति अर्थात् भारे न्यूनता भवति चेत् उपरि गच्छति यथा मन्ये किञ्चित् कन्दुकं वर्तते जलस्य यद् घनत्वं वर्तते तदपेक्षया यदि तस्य घनत्वं न्यूनं वर्तते चेत् यदि जलमध्ये वयं हस्तेन स्थापयामः तं पुनरपि सः उपरि आगच्छति यथा चेत् तथैव तस्य जलस्य अणुनामपि यदा वायोः भारदृष्ट्या न्यूनं भारं भविष्यति चेत् वायोः उपरि गन्तुं ते इच्छन्ति चेत् उपरि एव यदा तत्र घनत्वं भवति चेत् पुनः निचिरागच्छन्ति नै चिन्तनस्य द्वैविध्यं तत्र वर्तते तत्र यद्वस्तु सूर्येण अथवा सूर्यरश्मिभिः सूक्ष्मीक्रियते तत् स्वयमेव उपरि गच्छति अथवा आकृष्यते नियमस्तु अस्ति नियमः उभयथापि तु चिन्तयितुं शक्यते उपरि कश्चित् आकर्षति अथवा स्वयमेव तत्र गच्छति जलस्य तद् बलं भवति उत्प्लावकबलं यावत्पर्यन्तं तस्य कन्दुकस्य घनत्वं जलस्य घनत्वेन समानं न भवति तावत् न्यूनं भवति चेत् जलं तं कन्दुकम् उपरि क्षिपति अन्यच यदि अधिकं घनत्वं वर्तते चेत् तत् कन्दुकं जलम् उत्क्षिप्य नीचे गच्छति नै चेत् तद्बलं जले स्वीकृतम् अस्माभिः जले स्वीकृतं चेत् जलेन तद्वस्तु उपरि क्षिप्यते इति उच्यते न अन्यच्च यदा वस्तु नीचैर्गच्छति चेत् नीचैर्गमनं तत्र तद् यथा उत्क्षेपणबलं जले स्वीकृतं चेत् नीचैर्गमनं तत् पृथिव्याः बलं स्यात् आकर्षणबलम् इति तस्मिन् समये पृथिवी आकर्षणं वर्तते यदा जलं हा तत्तु अस्ति न्यूनं वर्तते अतः उपरि गच्छति चेत् तद्बलं जलस्य स्वीक्रियते अस्माभिः नीचैर्गच्छति चेत् तद् पृथिव्याः बलं स्वीकृतम् अस्तु चेत् तद् यद्वस्तु वर्तते तत्तु केवलं क्रीडनकम् अधुना स्वीक्रियते अस्माभिः, तस्य स्वकीयं बलं तु न स्वीकृतं, स्वीक्रियते. उपरि गच्छति जलबलेन, नीचेर्गच्छति पृथ्वीबलेन, एवं स्वीकृतं. तथैव हविरादि यदपि क्षिप्यते तत्र अग्नौ, अग्निना तत् सूक्ष्मीक्रियते चेत् उपरि नीयते अथवा उपरि गच्छति, केवलं तेन सूक्ष्मीक्रियेत मन्ये अग्निना. सूक्ष्मीक्रियते चेत् किं भवति, अस्माकं मण्डले यः वायुः वर्तते, शीता वर्तते, शीता अस्ति चेत् तस्य घनत्वं किञ्चित् अधिकं भवति, घनत्वम् अधिकमस्ति चेत् तच्च उष्णमस्ति चेत् तस्य घनत्वं न्यूनं वर्तते, अत एव न्यूनमस्ति अत एव एतत् शीतं यद् वायुः वर्तते मण्डले उपरि क्षिपति चेत् वायौ तत् वायौ तत् बलं स्वीकृतम् अस्माभिः न. तत्रापि चिन्तनद्वयं, यत् एकं तु एतत् चिन्तनं यत् इतः क्षिप्यते, इतः तत्र बलं प्रभवति. अन्यच्च चिन्तनं वर्तते, यतोहि उष्णस्य उष्णतायाः वा अधिकरणम् उपरि वर्तते सूर्यः, अतः तेन तद्वस्तु आकृष्यते. तत्र तदेव तु आगच्छति न, महावाष्यैव तु आगतमस्ति, अग्निर्विकारः अग्निं प्रति गच्छति, नैव नीचेर्गच्छति न चत्र्यग्गच्छति इति चेत् मन्ये तत्र केवलं चिन्तनभेदः वर्तते, क्रिया तु एका एव भवति. सूर्य यथा अत्र ग्रहाणाम् उपस्थितौ चिन्तनं वर्तते, ग्रहाणाम् उपग्रहाणां वा या स्थितिर्वर्तते सा स्थितिः सूर्यस्य आकर्षणेन वर्तते. सूर्यः तं तं गृहम् आकर्षति, उत वा तत्र तत्र कक्षायां स्थितौ तेषां स्वकीयं बलं वर्तते. यत्र सूर्यस्य आकर्षणबलम् अवरुद्धं भवति तत्र प्रतिरोधी तस्य बलं भवति, ग्रहस्य तस्य तस्य उपग्रहस्य वा, अतः तत्र तत्र कक्षायां सहसा भ्रमति इति चेत् तत्र सूर्यस्यापि बलं स्वीक्रियते, तत्र आकर्षणबलम् अस्ति इति. सूर्येण एतत् आकृष्यते, सूर्येण एषः ग्रहः आकृष्यते, उत वा अयमेव स्वशक्त्या तत्र तिष्ठति, सूर्यं प्रति न गच्छति, अस्य स्वकीयमपि तु बलमस्ति, प्रतिकर्षणबलं वर्तते न, समक्ष गमेत् गच्छेत् चेत् अस्यापि बलमस्ति न चेत् तस्यापि बलमस्ति. सम्बद्धं बलमस्ति, अस्तु. अत्रापि किमस्ति, अस्माभिः सूर्यः अथ च पृथ्वी उत्वा अन्यः कश्चित् ग्रहः केन्द्रे स्थाप्य विचार्यते, अधुना केवलं सूर्यः उतवा पृथ्वी. सूर्य इति एकः महाग्रहो वर्तते, एतेषां सर्वेषामपि केन्द्रे तिष्ठति, एते च क्षुद्रग्रहाः सन्ति. परं तत्रापि तद्बलं कुत आयातम्, आकर्षणबलम् अथवा प्रतिकर्षणबलं यत्किञ्चिदपि वर्तते, तत्र अन्येषां भूतानां का स्थितिः, केवलं द्वयोः भूतयोरेव तु चिन्तनं कृतम् अस्माभिः, अन्यान्यपि तु भूतानि तत्र तिष्ठन्ति, आकाशं तिष्ठति तत्र, वायुस्तिष्ठति, अन्य च जलमपि तिष्ठति चेत् तेषामपि तु तत्र भूमिका स्यादेव. सा भूमिका अस्माभिर्न चिन्त्यते अधुना, केवलं यत् स्थूलतया साक्षात् दृश्यते तदेव केन्द्रीकृत्य अस्माभिः चिन्तनं क्रियते. परं तेषां धारणे, तेषाम् आकर्षणे, तेषां प्रतिकर्षणे तेषामपि तत्र सामर्थ्यं वर्तते एव. अग्नि ही देवानां मुखम्, अग्नि एव इतः सर्वं नीत्वा देवेभ्यः प्रददाति, तत्तु यथा अधुना उच्यते वायु उपरि करोति, परन्तु तत्र अग्निरपि वर्तते, यतोहि तस्मिन् वस्तुनि यद् उष्णता वर्तते तस्मादेव कारणात् तद्वस्तु लघु वर्तते, भारहीना वर्तते, उष्णता वर्तते, अत एव यदि तत्र औष्ण्यं समाप्तं भवति चेत् नीचे ही वायुः वर्तते, तादृश एव सोऽपि सम्पन्न चेत् उपरि न गमिष्यति, तत्र अग्निर्वर्तते अत एव स उपरि गच्छति, चेत् वायुः अपि सहायको वर्तते, अन्यच्च तत्र अग्नितत्वमपि अस्ति अत एव स उपरि गच्छति, अत एव उच्यते सूर्य अन्यच्च वायुभाग्यां, वायुः तत्र वाहनं भवति, अग्निस्तत्र प्रेरको भवति, एवं स्वीक्रियते, तथैव सैव स्थितिः शरीरस्थ धातूनामपि वर्तते, शरीरस्था ये धातवः सन्ति तेषामपि गतिः एताभ्याम् उभाभ्यामेव क्रियते, अग्निना अथ च वायुना। अस्तु अग्रे चलामः। गावः सन्ति तदपि सोऽपि शोभनार्थः चेत् एषः श्लेषेण स्वीक्रियेत, सः अपि अर्थः अभीष्टः गृहेषु वर्तते, तत्र सूर्यकिरणानां विषये अपि अन्यच्च एषोऽपि अर्थः श्लेषेण सोऽपि अर्थः गृह्येत। नूनं भवेदेव, नूनं भवेदेव, न कर्तव्यं तत्। रोगाणां कारणत्वेन चरके एकः हेतुः अयमपि दीयते, हिंसनम्, हिंसनं परस्परम् अनादरभावः, एतत् सर्वमपि तत्र वर्तते, पशूनां हिंसा अपि एकं कारणं दीयते, रोगस्य कारणेषु एतेनापि रोगाः जायन्ते एव, पशूनां प्राणिनां कथञ्चिदपि हिंसा, वातावरणं तेन प्रभावितं भवति सर्वथा। अस्तु, अयासः अयनः, तत्र उरुगायस्य विष्णोः, उरुगाय इति विष्णः विशेषणं वर्तते, उरुगायस्य महागतेः, महती गतिर्यस्य स तस्य महागतेः, चेत् विष्णोः महागतिः का वर्तते। विष्णुरिति अत्र सूर्यः स्वीक्रियेत, महागतिरिति सर्वत्र गतिः, सर्वत्र गतिरिति किरणैरेव तत्र गतिः प्राप्तिर्वा भवेत्, स हि व्यापको सर्वत्रापि वर्तते किरणैः। परमं पदं परार्धम् इति वा परार्ध्यम् इति वा, अर्धादपि परं परवर्ति यस्तम् अवभाति, अन्यान् अवनमय्य भाति, प्रकाशितो भवति, अन्ये येऽपि प्रकाशहितवः सन्ति तान् सर्वान् अपि अवनमय्य। तत्र विष्णः इत्यस्य विष्णोः इति दीयते अत्र व्याख्यानम्, उरु इति तु अधिकार्थे आगच्छति, तस्यैव तु अर्थः प्रदत्तः न, महागतेः, उरुगायस्य इत्यस्य महागतेः इति अर्थः प्रदत्तः। भूरि, पादः पदशब्दः आगतः, पादः पद्यतेः, पदगतौ इत्यस्मात् धातोः पद्यते अनेन इति पादः गमनसाधनं भवति, तन्निधानात् पदं, यत्र हि तत् पदं निधीयते, पांशौ उत्वा पंके, कीचड़ या धूलि में जब पैर को रखा जाता है तो वहां भी चिन्ह बन जाता है, तदपि पदमिति उच्यते, तच्चिन्नमपि पदशब्देन उच्यते, अतः उच्यते तन्निधानात् तस्य पादस्य निधानात् तत्र रक्षणात् अवधारणात् अपि तत्र जातं चिह्नं पदम् इति उच्यते तदपि पदम् अस्तु. अन्यच्च एकः प्रभागपादोऽपि वर्तते यथा अष्टाध्याय्याम् एकस्मिन् अध्याये चत्वारः पादाः सन्ति तत्रापि पादशब्दः वर्तते. अन्येषु अपि ग्रन्थेषु पादविभागः अन्यच्च अन्येषु परिमाणेषु अपि वर्तते पादात्मकं दुग्धं तत्रापि पादः वर्तते. चेत् स पादशब्दः कुतः वर्तते पशुपादप्रकृतिः. एकस्य पशोः चत्वारः पादाः भवन्ति यथा तत्र एकः पादः तथैव अत्रापि अवयवः पादत्वेन स्वीक्रियते प्रायेण चतुर्थे. परमत्र केवलं चतुर्थे अंशे एव पादः वर्तते तथा नास्ति. प्रविभागे तु सामान्येन विभागसामान्यं पादशब्देन उच्यते. अत एव क्वचित् यथा मीमांसायां तत्र अष्टावपि पादाः भवन्ति. निरुक्तेऽपि तथा प्रभागपादः प्रभागपादसामान्यात् इतराणि. अत्र प्रभागपादः वर्तते चत्वारः पादाः सन्ति तस्मादेव सामान्यात् अन्यान्यपि यानि परिमाणत्वेन एतानि पदानि तत्र स्वीक्रियन्ते व्यवह्रियन्ते तान्यपि प्रभागपादसामान्यादेव स्वीक्रियन्ते इतराणि पदानि. एवम् अन्येषामपि सत्त्वानां सन्देहाः विद्यन्ते. अन्येऽपि ये सत्त्वाः सन्ति तेषामपि सन्देहाः विद्यन्ते. तानि चेत् समानकर्माणि यथा गोशब्दः अनेकेषु अर्थेषु प्रदर्शितः तथैव अन्येषामपि पदानां सत्त्वानां पदानां सन्देहाः विद्यन्ते. तानि चेत् समानकर्माणि यदि समानक्रियाः तत्र तत्र दृश्येत समानार्थता तत्र तत्र दृश्येत चेत् समाननिर्वचनानि तदेव निर्वचनं सर्वत्रापि भविष्यति. यथा अत्र गोपदव्याख्याने पशावपि अन्यच्च गो सूर्यकिरणेष्वपि अन्यच्च किन्नाम पृथिव्यामपि सर्वत्रापि गच्छतीति हेतुः प्रदर्शितः. तत्रापि गमनात् अत्रापि गमनात् अत्रापि गमनादिति. समानिर्वचनानि नानाकर्माणि यदि अर्थाः वैभिन्न्येन उपलभ्यन्ते भिन्नाभिन्नार्थाः उपलभ्यन्ते चेत् नानानिर्वचनानि निर्वचनान्यपि भिन्नानि कर्तव्यानि भवन्ति. तत्र यथार्थं निर्वक्तव्यानि अर्थम् अपरित्यज्य उत्वा यो यो अर्थः यथार्थं विप्सयं भविष्यति चेत् यः कश्चिदपि अर्थः तत्र निश्चीयते तेनैव तत्र निर्वचनं कर्तव्यम् इति व्यवहारे. किमस्ति प्रकृते प्रसंगे सूर्यकिरणानां प्रसङ्गः चलति. सूर्यकिरणानां च सम्बन्धः सूर्येण सह आदित्येन सह वर्तते. स च अत्र विष्णु अथवा वृष्ण मन्त्रमध्ये वृष्णः इति पदं वर्तते षष्ठे क्वचने वर्षणहेतुत्वात् तेनैव वृष्टिः कार्यते मेघानां भेदनेन चेत् स एव वृषा वृषा सः सूर्यः उच्यते. अत्र वृषणशब्दस्य व्याख्यानं विष्णुपदेन अत्र क्रियते यास्केन. अत्र व्याप्तिहेतुत्वात् विष्णुः सः उच्यते. सर्वत्रापि तस्य सूर्यस्य आदित्यस्य वा व्याप्तिर्वर्तते तस्य रश्मिमाध्यमेन. या एव तत्र तस्य सर्वत्र व्याप्तिर्वर्तते विष्णोः तेनैव हेतुना असौ उरुगायः. उरुगाय इति महागतिरिति उच्यते. स एव महती गतिर्यस्य सः महागतिः तस्य महागतेः विष्णोः. नै प्रकृते द्रष्टव्यं न सूर्येण सह सम्बन्धः वर्तते. परमं पदं तस्य यत् परमं पदं वर्तते परमं स्थानं वर्तते तत् परार्ध्यस्थं वर्तते. एवमत्र विचारयितुं शक्यते यत्र अत्र यत्र वयं सीदामः पृथिव्यां ततः यत्र तत् केन्द्रं दृश्यते प्रकाशस्य सूर्य इति नाम्ना तयोर्मध्ये उभयोरपि स्थानयोर्मध्ये यः किल अवकाशः वर्तते तत्र विभागद्वयं कर्तव्यम् एकः पूर्वभागः अस्मद्दृष्ट्या यत्र वयं सीदामः एकश्च परभागः एकः अपरभागः एकश्च परभागः चेत् अर्धद्वयम् एतद् भवति अर्धद्वयं भवति चेत् तस्य सूर्यस्य अथवा तेषां रश्मीनां यः भागः अत्र प्राप्तः वर्तते सः परमः नास्ति परमं पदं तु तत्र परार्ध्ये तिष्ठति अस्मात् यत् भूमेः मण्डलं वर्तते यावत् एतस्या भूमेः किन्नाम परिधि इति उच्येत मण्डलस्य परिधि इति उच्येत ततोपि उपरि तत्र अवभाति भूरि एतदेव तु उच्यते न किन्नाम अद्यत्वे ओजोन् परत् इति उच्यते चेत् तत्र पवित्रीभूय छनकर्के ततः पवित्रीभूय किरणाः अत्र आगच्छन्ति अत एव विनाशहेतवः न भवन्ति ते परमं पदं तु तत्र अवभाति तस्य इति अत्र उच्यते स च प्रकाशः तादृशः वर्तते यत् तस्य प्रकाशस्य समक्षम् अन्यः कश्चिदपि प्रकाशः अवस्थातुं न शक्नोति यतोहि यः प्रकाशः अत्र आगच्छति तस्यैव प्रकाशस्य एतन्महत्त्वं वर्तते यत् तस्य समक्षमेव न अवस्थातुं शक्नोति यदि च तस्य वास्तविकः यः प्रकाशः वर्तते सः आगच्छेत् चेत् का गतिः स्यात् अन्येषां प्रकाशानाम् अत एव अवभाति अन्यच्च भूरिपदम् अत्र दीयते अवभाति भूरि इति अस्तु निरोक्तव्यानि इति इमानि एवं क्रमेण इमानि एतानि एकविंशतिः पृथ्वी नामधेयानि अनुक्रान्तानि एकविंशति एकं च विंशतिश्च एकविंशतिः पृथिव्याः नामधेयानि पृथिव्याभिधेयानि शब्दानि पदानि अनुक्रान्तानि सन्ति तत्र एकं पदं वर्तते निर्ऋतिः पृथ्वी नामधेयेषु एव निर्ऋतिरेकं पदं वर्तते सर्वेषां व्याख्यानम् अत्र न वर्तते सर्वेषां व्याख्यानं तत्र निघण्टु निर्वचने वर्तते उदाहरणपुरस्सरं व्याकरणप्रक्रिया अपि तत्र दीयते तत्र दीयन्ते तत्र उदाहरणानि दीयन्ते नै यदेव अत्र आगच्छति तदेव परं सोऽपि ग्रन्थः अध्येतव्यः सहायग्रन्थरूपेण निघण्टु निर्वचनम् इत्यपि ग्रन्थो अध्येतव्यः यतोहि पश्चात् अवकाशः न लभ्यते कदाचित् अधुना यदि अध्ययनं भविष्यति चेत् भविष्यति अग्रे न भवति कदाचित् चेत् येऽपि ग्रन्थाः एतत्सम्बद्धाः सन्ति निरुक्सम्बद्धाः ते सर्वेऽपि समयं यतः कुतश्चित् निस्सार्य अध्येतव्याः कथञ्चिदपि निरृतिशब्दः एकः आगच्छति निरृतिः कस्मात् भवति निरमणात् नितरां रमन्ते अस्यां भूतानि इति निरृतिः इत्यपि अस्य निर्वचनं भवति निरमणात् ऋच्छतेः ऋच्छ धातोरपि कृच्छ्रापत्तिरितरा कृच्छ्रापत्तिः कष्टापत्तिः कृच्छ्रशब्दः कष्टस्य कृते दुःखस्य कृते आगच्छति दुःखापत्तिः इतरा सापि निर्ऋति परं सा ऋच्छतेः वर्तते यत्र कृच्छ्रापत्तिर्भवति सा पृथिव्या सन्देह्यते पृथिव्यां तस्य सन्देहः तस्याः सन्देहः क्रियते इयं वा निर्ऋतिः अत्रापि तु अनेकं दर्शनं वर्तते न संसारस्य व्याख्यानं यत् क्रियते तत्र अनेकानि दर्शनानि सन्ति एके ते सन्ति यै किल संसारोऽयं दुःखमयः सर्वं दुःखमेव वर्तते सर्वमपि दुःखं सर्वं विवेकिना यः विवेकी वर्तते तस्य कृते तु दुःखम् अस्ति एव अन्यच्च दुःखम् दुःखम् इत्येव तैः व्याख्यायते अपरैस्तु सुखमयोऽयं संसारः न क्वचिदपि दुःखम् दृश्यते सर्वैरपि यान्यपि वस्तूनि अत्र लभ्यन्ते तैः सर्वैरपि सुखमेव तु प्राप्यते दुःखम् कुत्र वर्तते इत्यपि एकम् दर्शनम् वर्तते भयम् भयङ्करः संसारः क्वचित् अभयङ्करः संसारः अत्रैव तु सर्वं वर्तते इतो अन्यत्र तु किमपि न वर्तते यत्किमपि वर्तते अत्रैव वर्तते चेत् उभयथापि व्याख्यायते चेत् पृथ्वी पृथिव्याः नामधेयत्वेन निरृतिशब्दः वर्तते चेत् निरृति अतः पृथ्वी उच्यते यतोहि अत्र कृच्छ्रापत्तिर्वर्तते बहु कष्टता अत्र वर्तते अपरः वक्ति न भो एवं नास्ति अपि तु नितरां रमन्ते अस्यां पृथिव्याम् अतः निरृति पृथ्वी इति उच्यते तयोर्विभागः तस्य एषा भवति निरृति शब्दस्य व्याख्याने एषा ऋक् दीयते य ईञ्चकार न सो अस्य वेद य ईन्ददर्श हिरुगुन्नु तस्मात् स मातुर्योनौ योना परिवीतः अन्तर् बहु प्रजा निर्वृतिमा विवेश य ईञ्चकार जिसने इसे बनाया चकार इति क्रिविक्षेपे अथवा डुक्रियकरणे इति उभाभ्यामपि वक्तुं शक्यते ईम् इति पृथिव्याः कृतेऽपि आगच्छति स्वामिनो दयानन्दस्य वेदभाष्ये पदे पदे ईम् शब्दः भूमेः कृते आगतं वर्तते जिस्ने इस्को बनाया नैरुक्ताः ईम् शब्दस्य वृष्टिम् इति अर्थं कुर्वन्ति वृष्टि जिसने इसको क्रिविक्षेपे इति बिखेरा य इञ्चकार जिसने इसको बनाया अथवा जिसने इसको बिखेरा न सो अस्य वेद सः अस्य महत्वं वा गाम्भीर्यं वा न वेद न जानाति वो इसको नहीं जानता य इन्ददर्श जो इसको जानता है जिसने इसको देखा है हिरुगिन्नु तस्मात् वह इससे छिपा बैठा है हिरुक छिपा बैठा है स मातुर्योनौ सह वह मातुर्योनौ माता की योनि में माता अंतरिक्ष के लिए आता है उसके मध्य में अंतरिक्ष के मध्य में परिवीतः लिपटा हुआ सा बैठा है अंतः अंदर में बहु प्रजा निर्वृतिम आविवेश बहुत सारी प्रजा अथवा बहुत सारी प्रजा वाला निर्वृतिम कष्टम उत्वा पृथ्वी अपि वा यदि बहुप्रजा का वृष्टि पर अर्थ करेंगे यदि वृष्टि पर का अर्थ क्रियते चेत् जलत्वेन आगमिष्यति बहुजलम निरृतिम पृथ्वीम अविवेश अत्र आगच्छत् अन्यच यः बहुप्रजा वर्तते बहुवी प्रजा यस्य स बहुप्रजा बहुप्रजा छन्दसि चेत् निरृतिमिति कष्टम त्रिश्रम आविवेश प्राप्नोत् उपरि तु आगतम् आसीत् न भूरितोका शिशिरं जीवनायकं निष्वक्ता स इत्यादिकम् आगतम् आसीत् तत्रापि तु कष्टमेव आसीत् आसीत् तत्र बहुत्वं नास्ति बहुत्वं तु तत्र भवति यत् सामर्थ्यं नास्ति तत्र दशभिर्बहुत्वं नास्ति अद्यत्वे बहुत्वं स्यात् यदा उच्यते दोहं दो हमारे दो हम दो हमारे दो अथवा हम दो हमारा एक इत्यादिकम् उच्यते संख्याबलमपि एकं बलं भवति अस्माकं संख्यायामपि बलं स्यात् तत्र मुस्लिम जनानां संख्यायां बलं वर्तते, अतः सर्वत्रापि विभूयते तैः। अस्माकं संख्यायां बलं नास्ति, संख्या अबला संख्या वर्तते अस्माकं, संख्यैव न वर्तते। संख्यैव कुत्र वर्तते, नैव संगठनं वर्तते न चापि संख्या वर्तते। एके परिव्राजकाः सन्ति, ते अत्र ब्रुवन्ति बहु प्रजा कृत्स्रम आपद्यते, बहु सारी प्रजा कष्ट को प्राप्त होती है। तो निर्ति शब्दस्य अर्थ अत्र कृत्स्रम इति दीयते तैः परिव्राजकैः, चित्तेषां कृते तु एष एव अर्थः स्यात्। निशा सर्वभूतानां, या निशा सर्वभूतानां तस्यां जागर्ति संयमी, या निशा सर्वभूतानां तस्यां जागर्ति संयमी। वर्षकर्म इति निरुक्ता, ये निरुक्ता सन्ति तैरुच्यते, यतो हि ते प्रायेण आदिभौतिकार्थ प्रधानाः सन्ति, ते निरुक्ता। अतः अत्र मन्त्रे वृष्टिकर्म वर्तते इति तैरुच्यते। यञ्चकार इति अत्र चकार इति पदं यद्वर्तते तत्र करोति किरति संदिग्धौ, करोते एतत् पदं वर्तते अथवा किरते हिक्रीविक्षेपे इत्यस्मात् वर्तते इति सन्देहः। वर्षकर्मणा वृष्टि अर्थेन सह, न स्वस्य वेद, सः कः? मध्यमः। मध्यमस्तु वर्तते इन्द्रो वा वायुर्वा, सः वर्तते अस्य। स एव अस्य वेदः, स एव कः? मध्यमो य ददर्श, जो इसको जानता है, जो इसको देखता है। आदित्योपहितम्, आदित्य के द्वारा जो सुरक्षित है, स वह। मातुर्योनौ, माता अंतरिक्षम्, किमर्थम अंतरिक्षम माता उच्यते चेत् निर्मीयन्ते अस्मिन् भूतानि, सर्वेषामपि भूतानां निर्माणम् अत्रैव तु भवति अंतरिक्षे। योनिर अंतरिक्षम्, योनिरपि अंतरिक्षम् उच्यते। महान् अवयवः, यतो हि अत्र महान् अवयवः, यु मिश्रणा मिश्रयो, मिश्रिता मिश्रित इव भवति सर्वैरपि। परिवीतः वायुना, वायुना सर्वतोपि परिवीतः, परिवेष्टित इव भवति। अयमपि इतरो योनिरेतस्मादेव, यः अन्यो इतरः प्राणीयोनिर्वर्तते सोऽपि एतस्मादेव, यतो हि असावपि परियुतो भवति, परियुतो भवति स्नावना वा मांसेन वा रक्तादिना वा, सोऽपि परियुतः अतः योनिरिति उच्यते। बहुप्रजा भूमिमापद्यते वर्षकर्मणा, यदा वृष्टिर्जायते चेत् तत्र बह्वी प्रजा अत्र भूमिमाप्नोति। एकदा शाकपूर्णी संकल्पयांचकारे चक्रे, शाकपूर्णी ने संकल्प किया। शाकपूर्णीरिति एकः नैरुक्तः यास्कात् पुरातनः वर्तते। सर्वा देवता जानामि इति, जानामि अथवा जानानि, कुछ जानानि इत्यपि वर्तते, सभी देवताओं को जानू, तत्र भगवद्दत्त पाठे जानानि इति वर्तते, या जानता हूं, जानामि इति चेत् जानता हूं, जानानि इति चेत् जानू। तस्मै देवता उभयलिंगा प्रादुर्बभूव, तो उसके सामने देवता एका देवता उभयलिंगा, उभयलिंगे यस्यासा उभयलिंगा, देवता द्वयस्य लिंगम तत्र स्यात् प्रादुर्भूता, सामने आके प्रकट हो गई। ताम न जज्जे, अब इसको पता ही नहीं चला कि क्या देवता है ये। ताम पप्रच्छ, तो इस शाकपूर्णी तामेव देवताम पप्रच्छ, उसी से पूछ लिया। विविदिशाणित्वा, मैं तुम्हें जानना चाहता हूं कि तुम हो कौन। विविदिशाणित्वा इति, सा अस्मै एताम ऋचम आदिदेश, सा देवता अस्मै शाकपूर्णये एताम ऋचम, अग्रे या उच्यते आदिदेशा कथितवती, तो उसने इस ऋचा को उसके सामने प्रकट किया। एषा मद्देवता इति, कि इस ऋचा का अर्थ जान लो तो फिर मेरे स्वरूप को जान जाओगे, क्योंकि ये मद्देवता अहम देवता यस्याः सा मद्देवता एषा ऋग् वर्तते। तो एषा ऋग् तस्य पृष्ठात् उपस्थापितवती। प्रजन्यात् अन्नसंभव परंपरया एवं तु वर्तते तत्र एकं वाक्यम् आगतमासीत् छन्दशास्त्रे। वृष्टिकालः नदीनां रजः कालो वर्तते उत्वा पृथिव्या, यथा स्त्रीणां रजः कालो भवति, यतोहि सर्वमपि मालिन्यं ततः वृष्ट्या अपह्रियते। तत्र स्त्रियापि यः रजः कालो भवति तत्र रजः काले मालिन्यं ततः अपगच्छति, अत एव पश्चात् सा शुद्धा इति उच्यते, परिशुद्धा जाता स्त्री, तथैव पृथ्वी शुद्धा जायते। अस्तु, सैव च स्त्रियः अन्यच्च पृथिव्या पुष्पकालः इत्यपि उच्यते, पुष्पदर्शनं पुष्पकालः, पश्चाच्च तत्र प्रजा जायते, तत्र स्त्रियामपि अन्यच्च पृथिव्यामपि, तथापि वक्तुं शक्यते, तथापि वक्तुं शक्यते। अस्तु चेत् अहं कुर्मः शरी च श्वः भवेत्। सर्वं यस्याधितिष्ठति स्वर्यस्य च केवलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहना भवतु सहनो भुनक्तु सवीर्यं करवावहै तेजस्विना शान्तिः।